सर्वेभ्यो नमस्कारः. अस्तु, वर्गम् आरम्भं कर्तुं शक्नुमः. अस्तु, सर्वेभ्यो नमस्कारः. गतवर्गे वयं यथा तथा स्म, अद्यतन श्वस्तन ह्यस्तन गत आगामि यावत् तावत् इति तस्य अभ्यासं कृतवन्तः. तत्र यथा तथा इति विषये किञ्चित् गृहपाठः आसीत्. अद्य वयं किं कुर्मः चेत् क्त्वा इति तस्य अभ्यासं कुर्मः. तदनन्तरं किञ्चित् रुचिवाचिकाः शब्दाः तावत्पर्यन्तम् अद्य गन्तुं शक्नुमः इति मन्ये. पश्यामः. क्त्वा इति प्रयोगस्य पूर्वं तत्र यथा तथा इति यत् गृहपाठः आसीत् तत्र पेज् 56 यत्र अस्ति तत्र उदाहरणानि सन्ति. तत् गतसप्ताहे कृतवन्तः. तादृशानि वाक्यानि लिखन्तु इति गृहपाठः आसीत्. अस्तु, तत्र कः प्रथमं पठितुम् इच्छति? अहं भानुचैतन्य महोदय. अस्तु महोदय, पठतु. यथा बीजं तथाङ्कुरः. यथा बीजं तथाङ्कुरः, समीचीनं महोदय. यथा राजा तथा प्रजा. यथा विनियोगं वृद्धिं प्राप्नोति तथापि मूल्यम्. अस्तु, यथा चिन्तनं तथा कार्यं. यथा चिन्तनं तथा कार्यं, यथा कार्यं तथा जयम्. तथा जयम्. अस्तु, समीचीनं महोदय, धन्यवादः. समीचीनं. यथा यथा मन्दिरद्वारम् उद्घाटयति कथमहं सम्पूर्णं न तत् अहं. अस्तु, यथा निर्वाचनं समीपम् आगच्छति महोदय, अन्यं वाक्यं. यथा निर्वाचनं समीपम् आगच्छति तथा देशद्रोह्यः भक्ताः इव वञ्चयन्ति. अस्तु महोदय, समीचीनमेव. अस्तु, धन्यवादः. अग्रे कः वक्तुमिच्छति भवान्? महोदय, अहं मेहुल अस्मि. मेहुल महोदय, नमस्कारः. अन्ये के आगतवन्तः? कृपया वद, नामानि उच्यन्तु. महोदय, रघुपति आचार्य. रघुपति आचार्य महोदय, नमस्कारः. नमस्ते महोदय. वंशीसुधा भगिनी, नमस्कारः. नमस्ते महोदय. नमस्ते महोदय, हर्षिता अस्मि. हर्षिता भगिनी, नमस्कारः. नमस्ते. अस्तु, अत्र यथा तथा इति गृहपाठस्य वाक्यानि अन्य कोऽपि वक्तुम् इच्छति वा? रमाबाई भगिनी वदति वा? यथा माता तथा पुत्री, यथा तन्तुः तथा वस्त्रं, यथा चित्तं तथा वाचः, यथा वाचः तथा क्रिया, यथा दृष्टिः तथा सृष्टिः, यथा माता पाकं करोति तथा पुत्री अपि पाकं करोति, यथा बीजः तथा वृक्षः, यथा अग्रजः क्रीडति तथा अनुजः अपि क्रीडति, यथा सुशीला माता गायति तथा मम सखी अपि गायति. समीचीनं भगिनि, बहु समीचीनम् अस्ति. धन्यवादः भगिनि. इदानीम् अन्य कोऽपि वेणुगोपाल महोदय वक्तुमिच्छति वा? अस्तु. यथा युधिष्ठिरः धर्मः चरति तदा अन्यः न चरति. यथा युधिष्ठिरः धर्मः चरति तदा अन्यः न चरति. सप्तमी एकवचनं धर्मः धर्मे धर्मे हा धर्मे तत्र क्रियापदं किम् आसीत् महोदय चरति इत्युक्ते अस्तु अस्तु अस्तु अस्तु यथा यथा मेघाः गर्जति वर्षति च तदा अन्यः यथा मेघाः गर्जति वर्षति च तत्र क्रियापदं कर्तृपदं गर्जति गच्छति अथवा न न गच्छति समीचीनमेव क्रियापदं किन्तु कर्तृपदस्य वचनं किं मेघाः बहुवचनं महोदय अतः क्रियापदं गच्छन्ति गच्छन्ति वर्षन्ति च तदा अन्यः न तथा अन्यः न अस्तु यथा वृक्षाः सर्वे प्राणीन् पोषन्ति तदा अन्याः न तत्र प्राणी तत्र पशुः इति स्वीकुर्मः महोदय प्राणी इति किञ्चित् क्लिष्टशब्दः अस्ति प्राणीन् इति पशून् पोषयति यथा सूर्यः जगतिं प्रकाशयति तदा अन्यः न प्रकाशयति तत्र जगत् इति तत्र जगत् इति कर्मपदं भवति खलु प्रकाशयति तत्र जगत् जगति जगन्ति जगत् जगति जगन्ति नपुंसकलिङ्गक्रियापदम् अस्ति जगत् एव अस्ति धन्यवादः तदा अग्निः बुभुक्षाया सर्वं दहति तदा अन्यः न दहति अग्निः बुभुक्षाया इति युक्ते बुभुक्षा अस्तु सर्वं दहति तदा अन्यः न दहति बुभुक्षया सर्वं दहति तदा अन्यः न दहति दहति समीचीनं महोदय समीचीनं महोदय धन्यवादः अस्तु अन्य कोऽपि वक्तुम् इच्छति वा अहं वदामि महोदय अस्तु शोभा भगिनी वदतु तदनन्तरं महिल महोदय वदतु यथा पुष्पाणि वसन्तकाले विकसन्ति तथा अन्यकाले न विकसन्ति यथा आम्रफलस्य रुचिः अस्ति तथा अन्यफलानां नास्ति यथा चिन्ता न्यूनं यथा चिन्ता न्यूनं वयं बाल्यकाले अभवाम तथा तदनन्तरं न भुक्तुं शक्नुमः तत्र अर्थः न मया अवगन्तं तत्र चिन्ता न्यूनं नाट् अट् आल् श्यूर् अबौट् दिस् सेण्टेन्स् महोदय केर् फ्री ऐ मीन् वरि फ्री बाल्यकाले वयं यथा चिन्ता न्यूनम् ऐ डोण्ट् नो इफ् ऐ केन् से दट् चिन्ता ओके यथा चिन्ता विना चिन्ता विना समयः अथवा कालः बाल्ये आसीत् तथा तादृशसमयः इदानीं नास्ति इति, किन्तु अन्य कोऽपि प्रयत्नं कर्तुम् इच्छति वा? क्लिष्टः अस्ति. ओके, ऐ एम् वेटिङ्ग् टु हियर् फ्रोम् समोर. यदि कोऽपि अन्य कोऽपि वाक्यं रचितुं शक्नुमः. तदेव अर्थः, किन्तु तदेव अर्थः. अदर् टु महोदय, यथा चित्रकारिका मम मित्रम् अस्ति तथा स्वल्पजनम् एव सन्ति. अगेन् यथा चित्रकारिका मम मित्रम् अस्ति तथा नास्ति. हा, तत्र मित्रत्वं विषयमस्ति वा अत्र? न महोदय, चित्रकारिका विशेषमस्ति यथा. किन्तु चित्रकारिका केव काचन चित्रकारिका वा, अथवा सर्व कोऽपि चित्रकारिका वा, अथवा काचन स्पेसिफिक् चित्रकारिका वा? दट् कैण्ड् आफ् चित्रकारिका, द वे द शी पेण्ट्स्, वेरि फ्यू पीपल् केन् पेण्ट्. दट्स् वाट् ऐ वास् ट्रैङ्ग् टु से. यथा चित्रम्, ओके, यथा चित्रं मम मित्रं. अस्तु अस्तु अस्तु अस्तु, यथा मम मित्रं चित्रं रचयति तथा अन्या कोऽपि न रचयति. अस्तु, यथा सौकर्याणि अद्यतन भवति तथा पूर्वकाले न अभवन् नासीत् तत्र सौकर्या इति सौकर्या अथवा सौकर्याः सौकर्याः तथा नासन् नासन् न आसन् न आसन् तत्र पूर्वतनकाले न आसन् पूर्वतनकाले. ओके, धन्यवादः. अद्यतन इति अद्यतनकाले, अतः तत्र पूर्वतनकाले इति मन्ये भगिनि. पुनः एकवारं तत् वाक्यं वदतु भगिनि. यथा सौकर्याः अद्यतन काले भवति तत्र भवन्ति यथा सौकर्याः अद्यतनकाले भवन्ति तथा पूर्वतनकाले न आसन् न आसन्. समीचीनं भगिनि, केवलं तत् तद् एकम् एव वाक्यं तस्य तत् चिन्तयित्वा अन्य कोऽपि वक्तुम् इच्छति चेत् अपि पश्यामः. अस्तु, ओके महोदय, धन्यवादः. मेहुल् महोदय, प्रथमवाक्यमस्ति यथा योग्यं तथा कुरु. द्वितीय, यथा भवान् संस्कृतेन सम्भाषणं कर्तुं शक्नोति तथा अहमपि कर्तुम् इच्छामि. तृतीयवाक्यं, यथा मम माता अन्नं पचति तथा कोऽपि न पचति. चतुर्थं वाक्यं, यथा अहं वदामि तथा त्वं वदतु. पञ्चमं, यथा महोदयेन उक्तवान् तथा वयं पठितवन्तः. तत्र महोदयेन तत्र कर्मणि इति भवति महोदय, तत्र अस्तु, तत्र महोदयेन यथा महोदय उक्तवान् तथा वयं पठितवन्तः तत् समीचीनम् इति मन्ये महोदय. धन्यवादः महोदय. वंशीसुधा भगिनी वक्तुम् इच्छति वा? आं महोदय, किञ्चित् त्रीणि वाक्यानि अहं रचितवती. यदा कर्म तथा फलं, फलं यथा सूर्यः सूर्यः ग्रीष्मकाले ज्वलति तथा अन्ये ऋतु अन्याः ऋतवः न ज्वलति. अतः तत्र प्रथमभागः यदा सूर्यः ग्रीष्मकाले सूर्य ज्वलति तथा अन्याः ऋतवः न ज्वलति. तत्र ग्रीष्म ऋतु इति स्वीकरोति चेत् तत्र गुरुः शब्दः अस्ति, तत्र सप्तमी अस्ति गुरौ इति. अतः यथा सूर्यः ग्रीष्म ऋतौ ज्वलति तथा अन्याः ऋतवः न अन्येषु. इदानीं गुरुशब्दस्य सप्तमी विभक्ति बहुवचनं. किमस्ति गुरुशब्दः बहुवचन गुरवः महोदय? न न सप्तमी बहुवचन तत्र अपेक्षितमस्ति. गुरौ महोदय एकवचनं, बहुवचनं गुरुषु इति मन्ये. बहुवचनं गुरुषु महोदय. अस्तु, अतः अन्येषु गुरुषु ऋतुषु न ज्वलति. अहं पूर्णतया वाक्यं वदामि. यथा सूर्यः ग्रीष्म ऋतौ ज्वलति तथा अन्येषु ऋतुषु न ज्वलति. सम्यक् महोदय? सम्यक् भगिनि. किञ्चित् श्लोकः अस्ति, यथा भूमि तथा तोयं, यथा बीजं तथा अङ्कुरः, यथा देशस्तथा भाषा, यथा राजा तथा प्रजा. समीचीनं भगिनि, धन्यवादः. अन्यवाक्यम् अस्ति भगिनि वंशी सुधा भगिनि? न महोदय. अस्तु अस्तु अस्तु, केवलम् एकवारं पृष्टवान्. अस्तु, धन्यवादः भगिनि. धन्यवादः. अस्तु, अन्य कोऽपि अथवा अन्या कोऽपि वक्तुम् इच्छति वा? अस्तु, आम् महोदय. साईकृष्ण महोदय, अस्तु वदतु महोदय. तदनन्तरं रघुपति महोदय वदतु. चिन्ता मास्तु महोदय. यथा अयं समये न आगतः तथा परीक्षायां न अनुमतः. अयं समये न आगतः तथा परीक्षायां न अनुमतः. तत्र सः इति अपि स्वीकर्तुं सः न आगतः. सः सुलभः अस्ति, अयमपि समीचीनम् एव, किन्तु सः अपि अस्ति. सः समये न आगतः तथा परीक्षायां न अनुमतः. तत्र यथा तथा तत्र महोदय, यथा तथा तत्र यथा तथा यदा तदा अपि अस्ति तत्र, अपि अन्यत् अपि अस्ति तत्र. एतादृशाः प्रयोगाः अनेकाः सन्ति. यावत् तावत् वयं दृष्टवन्तः, यदि तर्हि दृष्टवन्तः, यथा तथा दृष्टवन्तः, अग्रे एतदपि द्रक्ष्यामः. किं किं यत्र तत्र, तदनन्तरं यतः यत् तत् तादृश अनेकाः प्रयोगाः सन्ति. तत्र प्रथमभागः कारणः अस्ति, द्वितीयभागः तस्य कार्यम् अस्ति खलु. ओ ओके. किञ्चित् तत्र यथा तथा मध्ये वाक्यं साईकृष्णमहोदय पुनरेकवारं वाक्यं वदतु. यथा सः यथा सः समये न आगतः तथा परीक्षायां न अनुमतः. परीक्षायां न अनुमतः. तस्य अनुमतिः तस्मै अनुमतिः न दत्तम् इति. ओके. तत्र प्रथमः प्रथमभागः कारणमस्ति महोदय. तादृश यथा तथा मध्ये अहं न दृष्टवान् अतः किञ्चित् क्लेशः अस्ति मम मनसि. तत्र यथा तथा इति तत्र कम्पेरिज़न् एव अस्ति. क्वालिटेटिव् कम्पेरिज़न् इति वक्तुं शक्नुमः. यथा तथा महोदय इदानीं वाक्ये यदा यथा न यदा उपयुज्य सम् उचितमेव अहं चिन्तयामि महोदय. यदा तदा यथा तदा न यदा तदा. किन्तु कालः द्वये सूचयति यदा तदा यथा तथा कम्पेरिजन् अस्तु. समीचीनं समीचीनं भगिनि. एकवारं पुनरेकवारं पश्यामः. अत्र वाक्यं कण्डीशनल् अस्ति न महोदय? अस्तु अस्तु. तदेव अस्तु. एकवारं पुनरेकवारं पश्यामः. सर्वे किञ्चित् चर्चयामः. तत्र यावत् तावत् किम् अस्ति तत्र क्वाण्टिटेटिव् कम्पेरिसन् अस्ति. यावत् बृहत् एतदस्ति तावत् बृहत् एतद् अन्यत् नास्ति इति. तत्र क्वाण्टिटेटिव् कम्पेरिसन् अस्ति. अत्र यथा तथा मध्ये किम् अस्ति? यथा कोऽपि गायति तथा अहं न गायामि. तत्र क्वाण्टिटि कम्पेरिसन् अस्ति किन्तु क्वालिटि क्वालिटेटिव् कम्पेरिसन् अस्ति. सर्वे अङ्गीकुर्वन्ति वा एतत्? प्रथमं यावत् तावत् मध्ये तु क्वाण्टिटेटिव् कम्पेरिसन्, यथा तथा मध्ये तु क्वालिटेटिव् कम्पेरिसन्. अपि यदा तदा तत्र वेन् देन् इति प्रायशः भवति इति मन्ये. यदा एकं भवति तदा अन्यत् भवति. वेन् दिस् हेपन्स् देन् दट् अदर् थिङ्ग् हेपन्स् इति. यदा तदा मध्ये. किन्तु अत्र कोऽपि विलम्बेन आगतः अनुमतिः न प्राप्तं, सः परीक्षां लेखितुं न अनुमतिः न प्राप्तवान्. तत्र यदा तदा वा अथवा यथा तथा वा द्वयमपि मम मनसि कोऽपि वाक्यं वदतु. यदि कर्तुं शक्नुवन्ति चेत् अहं न दृष्टवान् किन्तु कर्तुं शक्नुवन्ति चेत् तत् समीचीनमेव अस्ति खलु. कोऽपि वक्तुम् इच्छति वा? कोऽपि विलम्बेन आगतः? अस्तु अस्तु भगिनि भगिनि. अत्र न सम्यक् अस्ति महोदय. अत्र प्रायशः कोऽपि कर्तुं शक्नोति किन्तु सुलभः नास्ति इति मन्ये भगिनि. अथवा न कर्तुं तदपि शक्नुमः, तदपि साधु एव. किन्तु साईकृष्णमहोदय अतः मम मनसि किञ्चित् क्लेशः अस्ति. I knew that I made a mistake. No, no, no. तत्र मिस्टेक् इति तादृश नास्ति, चिन्ता मास्तु. तत्र अग्रिमवाक्यं वदति वा? So, I have written 5 statements, but I think 2 may be right. Let me say those 2. Okay. समीचीनं. यथा तथा क्वालिटेटिव् कम्पेरिसन् यथा त्वं यथा त्वं शिक्षणं इच्छसि तथा एव कुरु. समीचीनं महोदय. यथा अहं किञ्चित् वक्तुम् इच्छति तथा इच्छामि. केनैसे इच्छते तथा अन्य कोऽपि तथा अन्य कोऽपि तक्षणम् अवदत्. ओ तथा हा तत्र क्वालिटेटिव् कम्पेरिसन् अस्ति महोदय. अतः तत्र किञ्चित् परिवर्तनं कुर्मः. यथा अहं वक्तुम् इच्छामि तथा अन्य कोऽपि न इच्छति. तत्र किञ्चित् अर्थभेदः भवति. भवान् वक्तुं बहु इच्छति, अन्यः अपि इच्छति, किन्तु भवान् बहु इच्छति इति तादृशरूपं भवति तत्र. किञ्चित् अर्थभेदः अस्ति यत् भवान् उक्तवान् अपि यत् अहम् उक्तवान्, किन्तु तत्र यथा तथा मध्ये क्वालिटेटिव् कम्पेरिसन् इति. अस्तु महोदय, धन्यवादः. अस्तु महोदय, धन्यवादः. अत्र चिन्ता मास्तु महोदय. यथा तथा चिन्तयामि हिन्दीभाषा मध्ये जैसे तैसे. सत्यं सत्यं, यथा तथा समीचीनं, सत्यं महोदय. अस्तु, तत्र रघुपति महोदय भवान् वक्तुम् इच्छति वा? हा महोदय. यथा गुरुः तथा शिष्यः, यथा विधिः तथा प्राप्तिः, यथा प्रयत्नः तथा फलितांशः, यथा भवान् संस्कृतेन सम्भाषणं करोति तथा अहं कर्तुं न शक्नोति शक्नोमि, यथा बालमुरळी गायति तथा अन्यः न गायति, यथा राहुलः मिथ्याश्वासनं करोति तथा कोऽपि न कर्तुं शक्नोति, यथा कोहली क्रीडति तथा कोऽपि अन्यः न क्रीडति. अस्तु महोदय, धन्यवादः. समीचीनं, समीचीनं महोदय. यथा तथा क्वालिटेटिव् कम्पेरिसन्. नरेश् महोदय वक्तुमिच्छति वा? यथा नरेन्द्रमोदी कार्यं करोति तथा अन्य कोऽपि कर्तुं न शक्नोति. यथा भवत्याः माता पाकं करोति तथा भवती अपि कर्तुं शक्नोति. यथा मम शिक्षकः पाठयति तथा कोऽपि पाठनं न शक्नोति. पुनरेकवारं वदतु महोदय. यथा मम शिक्षकः पाठयति तथा कोऽपि पाठनं न शक्नोति. तत्र पाठयति तथा कोऽपि न पाठयति, कोऽपि न पाठयति, कोऽपि न पाठयति अथवा कोऽपि न पाठितुं शक्नोति. पाठयितुं. यथा मम पुत्रः क्रीडति तथा अहं न शक्नोमि. यथा भवान् गायति तथा अन्य कोऽपि भवतः गृहे गायति वा? तथा भवतः गृहे अन्य कोऽपि गायति वा? समीचीनं महोदय. समीचीनं महोदय, धन्यवादः. अस्तु, अस्तु. अतः तत्र यथा तथा इति विषये सर्वे अवगतवन्तः. तत्र क्वालिटेटिव् कम्पेरिसन् यथा कोऽपि गायति क्रीडति तथा अन्य गायति न वा इति तादृशप्रयोगः तत्र भवति. अस्तु, इदानीं किञ्चित् अग्रे गच्छामः. महोदय, भवान् यथा उक्तवान् जैसे वैसे, यथा तथा जैसे वैसा, यदा तदा जब तब, हिन्दी प्रयोगे जब तब. सत्यं भगिनि, हा धन्यवादः, सत्यं। परन्तु पुनर् भवान् वाक्ये सर्वं वदति न, परीक्षासमये यदा तदा उपयुज्य समीकरणम् अस्ति अहं चिन्तयामि, परन्तु अग्रे कक्षा भवान् एव वदतु महोदय। किन्तु यदा तदा when I went late to the class, I was then I was not allowed into the class. So jab jab upyogam astu astu so when ha astu yada tada ha astu tad ha sai krishna modiya bhavatah vakyam asit tatra vamshisuta bhagini vadati yada tada upayujya भवान् वाक्यं रचयितुं शक्नोति इति। ओके, ईमेल् द्वारा अस्मिन् विषये किञ्चित् चर्चां कुर्मः, अस्तु? अस्तु भगिनि, सम्यक् इति मन्ये, अस्तु, धन्यवादः। अस्तु, इदानीम् अग्रे किञ्चित् गच्छामः। त्वा इति प्रयोगः इदानीं तस्य परिचय कुर्मः इदानीं। तत्र हर्षिता भगिनी, तत्र क्त्वा इति तत् पुटसङ्ख्या 58, हा तत् किञ्चित् पठति वा तत्र क्त्वा? आं महोदय, आम्। सः शालां गच्छति, पाठं पठति। सः शालां गत्वा पाठं पठति। तत्र किं भवति भगिनि, एकवारं? तत्र गच्छति इति शब्दः द्वे वाक्यं सन्ति, वाक्यद्वयम् अस्ति, वाक्यद्वयम् अस्ति सन्ति। यदि एकवाक्यं कुर्मः तर्हि त्वा इति प्रयोजनं उपयुज्य, तस्य त्वा इति उपयुज्य वाक्यद्वयं वयं परिवर्तनं कर्तुं शक्नुमः। समीचीनं भगिनि, अतः प्रथमवाक्ये कार्यद्वयम् अस्ति खलु, तत्र सः शालां गच्छति, सः पाठं पठति। अत्र क्रियाद्वयम् अस्ति अथवा कार्यद्वयम् अस्ति, गच्छति तदनन्तरं पठति। प्रथमम् अस्ति गच्छति, तदनन्तरम् अस्ति पठति। तत्र प्रथमकार्यम् अथवा तत् क्रियापदं वयं गच्छति इति तस्य परिवर्तनं कुर्मः खलु, तदेव गच्छति भवति गत्वा इति, गत्वा। इदानीम् अग्रिमं करोतु भगिनि तत्र। ते कार्यं कुर्वन्ति, श्रान्ताः भवन्ति। ते कार्यं कृत्वा श्रान्ताः भवन्ति। समीचीनं भगिनि, अस्तु, धन्यवादः। तत्र कस्य पदस्य परिवर्तनम् अभवत् तत्र? कुर्वन्ति इति पदस्य परिवर्तनं कुर्वन्ति अभवत् कृत्वा, कृत्वा। समीचीनं भगिनि, धन्यवादः। अस्तु, रमा भगिनी अग्रिमम्। शिशुः क्रीडाङ्गणे पतति, रोदनं करोति। शिशुः क्रीडाङ्गणे पतित्वा रोदनं करोति, तत्र कस्य पदस्य पतति, पतति पदस्य परिवर्तनं पतित्वा इति भवति, पतित्वा, पतित्वा। समीचीनं भगिनि, पतित्वा इति भवति, समीचीनं भगिनि, धन्यवादः। तत्र भानुचैतन्य महोदय अग्रिमम्। अस्तु अस्तु अस्तु महोदय, वेणुगोपाल महोदय अग्रे। अहं फलं खादितवान्, जलं पीतवान्। अहं फलं खादित्वा जलं पीतवान्। जलं पीतवान्, समीचीनं। तत्र कस्य पदस्य परिवर्तनं खादितवान्, खादितवान् पदस्य परिवर्तनं भूत्वा खादित्वा इति भवति. तत्र खादितवान् इति स्थाने क्रियापदम् अस्ति चेत् अहं फलं खादामि जलं पिबामि किन्तु तत् किं भवति, अहं फलं खादामि जलं पिबामि वर्तमानकालरूपं भवति, प्रेसेण्ट् टेन्स् भवति. अत्र अहं फलं खादितवान् जलं पीतवान् तत् भूतकालरूपं भूतकाले भवति. महोदय अत्र अव्यय अस्ति, अत्र वचन परिवर्तनं न भवति. समीचीनं महोदय. तत्र गत्वा सः शालां गत्वा पाठं पठति, ते शालां गत्वा पाठं पठन्ति, किन्तु गत्वा एव भवति. तत्र कर्तृपदं सः भवतु, ते भवतु, अहं भवतु, शिशुः भवतु, कुर्वन्ति अस्ति, किन्तु तदपि कृत्वा इव भवति. तत्र तद् क्रियापदम् इव अस्ति, किन्तु क्रियापदं नास्ति एक्चुलि. किन्तु क्रियापदम् आसीत् चेत् तत्र पुरुषः वचनभेदः भवति, किन्तु कः अपि पुरुषः, सः वा ते वा अहं वा त्वं वा, तत्र कुर्वन्ति अथवा करोमि किमपि आसीत्, किन्तु कृत्वा एकमेव रूपं भवति तत्र. समीचीनं महोदय. एकः प्रश्नः, तत्र खादित्वान् इति भूतकाले भवति, भूतकालस्य रूपं खादित्वा इति भवति वा? खादित्वा इति तत् क्रियापदम् इव अस्ति महोदय. तत्र खादित्वा किं सूचयति, तत्र वयं किं कुर्मः इत्युक्ते, तत्र क्रियाद्वयम् अस्ति. भवतः वाक्ये किम् अस्ति, अहं फलं खादितवान् जलं पीतवान्. तत्र प्रथमक्रिया किम् आसीत्, फलं खादितवान् अथवा खादामि इति, तदनन्तरं जलं पीतवान् अथवा पिबामि इति. तत्र खादित्वा किं सूचयति चेत्, एतत् कार्यम्, एतत् क्रिया प्रथमं, तदनन्तरम् अन्यक्रिया अस्ति इति तदेव सूचयति, तावदेव. किन्तु तद् क्रियापदं नास्ति, तत् क्रियां सूचयति. अस्तु, मेहुल् महोदय, अग्रिमं किञ्चित् पानीयं पिबतु अनन्तरं गच्छतु. तत्र किञ्चित् पानीयं पीत्वा अनन्तरं गच्छतु. समीचीनं. पिबतु इति क्रियापदस्य पीत्वा इति भवति. तत्र वयं दृष्टवन्तः वर्तमानकालरूपे रूपम् अस्ति चेत् अपि गच्छति इति, तत्र गत्वा इति भवति. भूतकालरूपं खादितवान् पीतवान् अस्ति चेत् तत्रापि एतत् परिवर्तनं कर्तुं शक्नुमः. इदानीं पिबतु गच्छतु, तद् लोट् लकारः इति वदामः, तद् अस्ति चेत् तत्रापि परिवर्तनं कर्तुं शक्नुमः पीत्वा इति. अस्तु, इदानीं वंशीसुधा भगिनी अग्रिमम्. आं महोदय. सा पत्रं लिखितवती प्रेषितवती. सा पत्रं लिखित्वा प्रेषितवती. हा, समीचीनं भगिनी. तत्र कस्य पदस्य परिवर्तनम् अभवत्? लिखितवती क्रियापदस्य स्वान्तरूपं भवति. महोदय, लिखित्वा इति पदं कार्यं पूर्णतया सम्पूर्णं भवति महोदय? लिखित्वा आफ्टर् रैटिङ्ग्. हा, सत्यं. लिखित्वा प्रेषितवती. तदेव प्रथमं कार्यम् अथवा क्रिया, तदनन्तरम् अन्यत् क्रिया इति. अस्तु, नरेश महोदय. भवन्तः वार्तां शृण्वन्ति, विषयं जानन्ति. भवन्तः वार्तां श्रुत्वा विषयं जानन्ति. समीचीनं. शृण्वन्ति परिवर्तनं श्रुत्वा. श्रुत्वा, समीचीनम्. अस्तु, शोभा भगिनी. आं महोदय, वयं नाटकं पश्यामः गृहम् आगच्छामः. वयं नाटकं पृष्ट्वा गृहम् आगच्छामः. समीचीनं, समीचीनं. पश्यामः क्रियापदं, क्रियापदम् अस्ति. परिवर्तनं पृष्ट्वा, दृष्ट्वा, दृष्ट्वा इति, दृष्ट्वा, सारी, पृष्ट्वा इति पृच्छति इति भवति, पृच्छति, दृष्ट्वा गृहम् आगच्छामः. आगच्छामः, समीचीनं. रघुपति महोदय. महोदय, ताः बालिकाः विषयं स्मरन्ति, सम्यक् लिखन्ति. ताः बालिकाः विषयं स्मृत्वा, स्मृत्वा, स्मृत्वा महोदय, स्मृत्वा, स्मृत्वा सम्यक् लिखन्ति. स्मृत्वा, स्मृत्वा इति, स्मृत्वा, स्मृत्वा इति स्मृतवान्, विस्मृतवान्, तदेव, तदेव स्मृत्वा एव अस्ति महोदय. स्मृत्वा इति नास्ति, स्मृत्वा, स्मरति तत्र रेपः अस्ति, किन्तु स्मृत्वा इति ऋकारः अस्ति. स्मृति इति, स्मृति यत् अस्ति महोदय, तदेव स्मृता, स्मृत्वा. स्मृतवान् इति, तत्र स्मृतवान्, पीतवान् यत् अस्ति तदेव रूपं अत्र क्त्वा इति तत्रापि भवति इति मन्ये. अस्तु, पृष्टवान्, उपविष्टवान्, आनीतवान्, आहूतवान्, स्वीकृतवान्, दत्तवान्, गृहीतवान्, आगतवान्, तदेव तत्र अत्र अस्ति. अस्तु, तत्र कोऽपि न उक्तवान् अथवा उक्तवती वा? भानुचैतन्य महोदय न उक्तवान्. तत्र महोदय, तत्र यत् कोष्टकमस्ति तत्र विशेषरूपाणि, तत्र एकवारं तत् पठतु महोदय. ददाति, तत् परिवर्तनं दत्त्वा इति पदमस्ति. गृह्णाति, गृहीत्वा इति. प्रक्षालयति, प्रक्षाल्य इति. आगच्छति, आगत्य. अस्ति, भूत्वा इति. रोदिति, रुदित्वा. उत्तिष्ठति, उत्थाय. स्वीकरोति, स्वीकृत्य. पृच्छति, पृष्ट्वा. उपविशति, उपविश्य. आनयति, आनीय. आह्वयति, आहूय इति अस्ति. तत्र विशेषरूपाणि अस्ति, किन्तु धन्यवादः महोदय. तत्र एकः अंशः, तत्र एकम् अंशं तत्र द्रष्टव्यम् एव अस्ति. कृत्वा इति उक्तवन्तः वयं, करोति, ते कार्यं कुर्वन्ति अथवा अथवा सः कार्यं करोति. तद् गृहं गच्छति इति वाक्यद्वयं स्वीकुर्मः. सः कार्यं करोति, गृहं गच्छति. तत्र किं भवति? सः कार्यं कृत्वा गृहं गच्छति इति भवति, खलु? तत्र करोति तस्य परिवर्तनं भवति कृत्वा इति. किन्तु तत्र स्वीकरोति, पश्यतु, सः सः पुस्तकं स्वीकरोति, गृहं गच्छति. यदि तद् वाक्यद्वयं स्वीकुर्मः तत्र किं भवति सः पुस्तकं स्वीकृत्य गृहं गच्छति सः कार्यं कृत्वा गृहं गच्छति सः पुस्तकं स्वीकृत्य गृहं गच्छति तत्र भेदः कः करोति हा करोति इति हा करोति इति क्रियापदमस्ति स्वीकरोति अपि क्रियापदमस्ति किन्तु स्वीकरोति करोति समानं नास्ति तत्र उपसर्गः अस्ति उपसर्गः अस्ति समीचीनं हा तत्र उपसर्गः अस्ति क्रियापद करोति तत् क्रियापदं स्वीकृत्य तत् क्रियापदं अत्र तत्र वयम् उपसर्गः स्थापयामः स्वी इति उपसर्गः अस्ति स्वी योगः करोति स्वीकरोति तत्र स्वी इति यत् पूर्वभागः अस्ति प्रथमभागः अस्ति तत् उपसर्गः इति वदामः अतः यत्र क्रिया यदि क्रियापदे उपसर्गः अस्ति तत्र क्त्वा इति रूपं न भवति त्वान्तरूपम् इति वदामः तत्र ल्यबन्तरूपम् इति वदामः तत्र यकारः भवति वकारः नास्ति त्वा इति न भवति किन्तु यकारः भवति अतः तत्र करोति भवति कृत्वा स्वीकरोति भवति स्वीकृत्य गच्छति भवति गत्वा आगच्छति भवति आगत्य पृष्ट्वा हा तत्र उपविशति तत् तत्रापि उप इति उपसर्गः अस्ति अतः उपविश्य नयति तत् तस्य रूपं किं भवति नयति नीत्वा किन्तु आनयति किं भवति आनीय आनीय अत्र आह्वयति अपि तत्र आहूय इति अस्ति यत्र हा तत्र यत्र यकारः भवति तत्र वयं ज्ञातुं शक्नुमः तत्र क्रियापदपदे उपसर्गः अस्ति इति अस्तु रोदति रुदित्वा तत्र क्रियापदे उपसर्गः नास्ति इति अस्तु तत्र एतादृशानि वाक्यानि स्वयमपि रचितुं शक्नुमः अस्तु अस्ति भगिनि तत्र अस्ति अस्ति आ इति उपसर्गः अस्ति इति मन्ये तत्र क्रियापदं किम् अस्ति महोदय तत्र धातु धातु धातु धातु द्रष्टव्यं भगिनि ओके आनयति इति नयति इति अहं जानामि आ इति उपसर्गः अस्ति आह्वयति इति तत्तु धातु पुस्तके धातु रत्नाकर वा धातु मञ्जरी तादृश तत्र धातु किम् इति द्रष्टव्यम् अस्ति भगिनि किन्तु तत्र द्रष्टव्यम् अस्ति भगिनि किन्तु तत्र ल्यबन्तरूपम् अस्ति चेत् तत्र उपसर्गः अस्ति एव अहं चिन्तयामि परन्तु सर्वे अपि उपसर्गः सन्ति परन्तु आह्वयति इति पदेन आह्वयति किन्तु तत्र क्रियापदं दृष्ट्वा वयम् उपसर्गः अनेकवारं न वक्तुं शक्नुमः अहं दृष्ट्वा अन्वेषणं करोमि किन्तु तत्र उपसर्गः बहु धातुः बहु लघु तदपि भवितुम् अर्हति भगिनि अनेकवारं पि धातुः अस्ति उपसर्गः इति अस्तु महोदय अहं न जानामि तत् किन्तु द्रष्टव्यमस्ति उपसर्गः तु निश्चयेन अस्ति तत्र अस्तु अस्तु इदानीं वयमपि किञ्चित् एतत् एतादृशानि वाक्यानि वाक्यद्वयं रचयामः, प्रथमं कार्यं द्वितीयं कार्यं तस्य संयोजनं कृत्वा एकमेव वाक्यम्। अस्तु, कः प्रथमं वक्तुम् इच्छति? अस्तु, वेणुगोपाल महोदय। महोदय, ददाति, अहं सः पुस्तकं ददाति, गृहं गृहं गच्छति, सः पुस्तकं दत्वा गृहं गच्छति। हा, समीचीनं महोदय, समीचीनं। हा, एतत् समीचीनम्। अस्तु, अन्य कोऽपि? रमाबाई भगिनी, हा, रमाबाई भगिनी वदतु। हा, अम्ब वस्त्राणि प्रक्षालयति, वस्त्राणि प्रचारयति, अम्ब वस्त्राणि प्रक्षाल्य प्रसारयति। हा, समीचीनं भगिनी, धन्यवादः। हा, अस्तु, नरेश महोदय। गृह्णाति, अहं भोजनं गृह्णाति, अहं विद्यालयं गच्छामि गच्छामि अहं भोजनं गृहीत्वा विद्यालयं गच्छामि। समीचीनं महोदय, हा, धन्यवादः। अस्तु, हा, अन्य कोऽपि? वंशीसुत भगिनी, अस्तु, वदतु। अहं फलम् आपणे आनीय आपणतः आनीय खादामि। अत्र प्रथमं वाक्यद्वयं वदतु, तदनन्तरम् एकवाक्यं वदतु। अहं फलानि फलानि फलानि तत्र फलानि अहं फलानि आपणतः आनीय खादामि। वाक्यद्वयं भगिनि, प्रथमं अहं आपणतः फलानि आनयति आनयामि आनयामि अहं खादामि। इदानीं अहं फलम् आपणतः फलानि फलानि अहं फलानि आपणतः आनीय खादामि। समीचीनं भगिनी, अस्तु, धन्यवादः। चिन्ता मास्तु, शोभा भगिनी वदतु। महोदय, शिशुः रोदिति, नन्तरं निद्रां करोति, शिशुः रुदित्वा निद्रां करोति। समीचीनं भगिनी, हा, समीचीनं, अस्तु, धन्यवादः। हा, अन्य कोऽपि वक्तुम् इच्छति वा? मेहुल् महोदय। मम पितामहः देवालयं गच्छति, सः अनन्तरं सः ग्रामं गच्छति। मम पितामहः देवालयं गत्वा ग्रामं गच्छति। समीचीनं महोदय, अस्तु, भानुचितनी महोदय वक्तुम् इच्छति वा? आं महोदय, प्रातःकाले उत्तिष्ठति, सः देवं नमति। सः प्रातःकाले उत्थाय देवं नमति। समीचीनं महोदय, साईकृष्णमहोदय वक्तुम् इच्छति वा? महोदय, एकः प्रश्नः अस्ति, द्वौ कार्ये अस्ति चेत् यथा एव अहं लिखितवती, परन्तु त्रीणि कार्याणि अस्ति चेत् कथम् अहं लिखामि महोदय? तत्रापि अहं शालां गत्वा पाठं पठित्वा गृहं गृहं गच्छामि। तदेव प्रश्नः समीचीनः एव अस्ति भगिनि, यदि कार्य क्रियात्रयम् अस्ति चेत् प्रथमं कार्यमपि एतत् रूपं परिवर्तनं करोतु, द्वितीयकार्यस्य अपि क्रियायाः अपि एतदेव परिवर्तनं करोतु। केवलम् अन्तिमकार्य तत्र तत् क्रियापदरूपमेव भवति। प्रश्नः समीचीनः भगिनि, धन्यवादः। साईकृष्णमहोदय वक्तुम् इच्छति वा कोऽपि वाक्यम्? अहं गृहे भूत्वा भवतः संस्कृतपाठं गृह्णामि शृणोमि शृणोमि शृणोमि शृणोमि शृणोमि हा, समीचीनं महोदय। हा, अहं गृहे अस्मि, अहं शृणोमि. अहं गृहे भूत्वा शृणोमि. स्थित्वापि समीचीनं. हा स्थित्वापि समीचीनं. हा स्थित्वा अत्र अस्मि इति आसीत् क्रियापदम्, अतः भूत्वा इति. हा तादृश तदेव. हा हर्षिता भगिनी वक्तुम् इच्छति वा? आं महोदय, अहं पाठं पठामि, अहं शालां गच्छामि, अहं पाठं पठित्वा शालां गच्छामि. समीचीनं भगिनि, समीचीनं. धन्यवादः साईकृष्णमहोदय, धन्यवादः अपि. हा अस्तु, कः रघुपतिमहोदय भवान् वक्तुम् इच्छति वा? प्रक्षालयति. अहं वस्त्रं प्रक्षालयामि, स्नानं करोमि. अहं वस्त्रं प्रक्षाल्य स्नानं करोमि. समीचीनं महोदय. अस्तु, सर्वे उक्तवन्तः इति मन्ये. अस्तु, तत्र त्वान्तरूपम् अपि ल्यबन्तरूपम् इति तत्र नाम अस्ति. आनयति, आनीय, यकारः अन्ते अस्ति, किन्तु पृच्छति, करोति, तत्र कृत्वा, पृष्ट्वा इति, अतः एव त्वान्तरूपम् इति भवति न. अस्तु, अग्रे सरामः इदानीम् अग्रिमपुटे यदस्ति तत् तत्र शोभा भगिनी तत्र अग्रिमपुटे यदस्ति तत् पठति वा? आं महोदय. महोदय, एकः प्रश्नः अस्ति. शिशुः पदं पुंलिङ्गः अस्ति न महोदय? शिशुः पुल्लिङ्गः अस्ति, पुल्लिङ्गः अस्ति. बालिका शिशु अपि पुल्लिङ्गः? बालिका इति, बालिका इति स्त्रीलिङ्गे अस्ति. शिशुः इन्फेण्ट्, गर्ल् बाय्. अस्तु अस्तु अस्तु, शिशु, शिशुः इति तस्य स्त्रीलिङ्गरूपं किम् इति वा? अस्ति वा स्त्रीलिङ्गरूपं महोदय? स्त्रीलिङ्गरूपं प्रायशः अस्ति भगिनि, मनसि नास्ति इदानीं. अस्तु महोदय. बालिका, प्रश्नः समीचीनः एव. अन्य कोऽपि जानन्ति वा? जानन्ति वा शिशुः तत् पुल्लिङ्गे अस्ति तत्र? प्रायशः वन् वर्ड् फार् बोत् महोदय, डि. तदपि, तदपि भवितुमर्हति इति मन्ये भगिनि. शिशुः इत्युक्ते तत्, तस् पदस्य लिङ्गः अस्ति तत्र. तदपि भवितुमर्हति. द्रष्टव्यं भगिनि, किन्तु प्रश्नः समीचीनः एव. इति वक्तुं शक्नुमः. तत्र चिन्तनं करणीयम् इति मन्ये. अस्तु, यथा डिफाल्ट् भवन्तः इन्क्लूड्स् बोत् मे पुंलिङ्गं स्त्रीलिङ्गं, तथा अहं. किन्तु किन्तु किन्तु भगिनी, तत्र भवन्तः इति तत्र संस्कृते कः नियमः अस्ति? तत्र संस्कृते नियमः एतदस्ति, एषः अस्ति, यत्र अनेकाः पुरुषाः सन्ति, न अनेकाः महिलाः सन्ति, किन्तु एकः पुरुषः अस्ति चेत् अपि भवन्तः इति एव भवति तत्र. किन्तु केवलम् एक एव शिशुः अस्ति, सा बालिका अस्ति, तत्र किं करणीयम् इति प्रश्नः खलु भवत्याः? अतः शिशवः इति अस्ति चेत् तत्र बालिका वा बालकः वा न जानीमः, किन्तु शिशुः अस्ति चेत् तत्, किञ्चित् चिन्तनीयमस्ति भगिनि. महोदय अहं किं महोदय अहं चिन्तयामि शिशु इत्युक्ते अवस्था, अतः तत् पदं पुल्लिङ्ग एव अस्ति. यदा अवस्था युवकः युवती इति तादृश इति वा शिशुवस्था, अतः तत्र पर्याय स्त्रीलिङ्गशब्दः नास्ति इति मन्ये. परन्तु वृद्धा वृद्धः वृद्धाः युवकः युवती वृद्धत्व अवस्था अस्ति महोदय. तत्र यौवनम् इति अवस्था अस्ति, तत् नपुंसकलिङ्गे अस्ति, किन्तु युवकः अस्ति युवती अस्ति अवस्था. अतः न तत्र प्रायशः किमपि पदम् अस्ति इति, किन्तु द्रष्टव्यं संस्कृत मध्ये नास्ति. अस्तु अस्तु, अन्यत्र अन्यत्र अन्वेषणं करणीयम् अस्ति. एकः विनोदकनिक, शिशुः पश्यामि चेत् अहं न जानामि प्रायः पुल्लिङ्ग अस्ति स्त्रीलिङ्ग अस्ति. प्रथमतया माता वदति चेत् अहि अहं जानामि, इतोपि यतोहि कारणेन शिशुः पुल्लिङ्गे अस्ति महोदय. शिशुः इति अहं चिन्तय केवलं गुरुशब्दवत् अस्ति इति चिन्तयित्वा पुल्लिङ्गः इति उक्तवान् अहं. पुल्लिङ्गस्ति या स्त्रीलिङ्गस्ति इति कारणेन शिशुः नास्ति, एकः पदमेव अस्ति महोदय अहं चिन्तयामि. हा हा, प्रायश तत् तदपि भवितुमस्ति भगिनि, किन्तु अहं न जानामि. हा वृद्धः वृद्धा अहं जानामि, पश्चेत् अहं जानामि वृद्धः अस्ति या वृद्धा, परन्तु शिशुः अहं न जानामि. किञ्चित् अहं चिन्तयति मन्ये सम्यक् एव अस्ति या नास्ति अहं न जानामि. हा अस्तु, दृष्ट्वा दृष्ट्वा वदामः. अस्तु महोदय, अस्तु, इदानीम् किञ्चित् अग्रे सरामः भगिनि. अग्रे पठामि. गोविन्दः गौतमी, just read what is there mahodaya for now. Ha, tatra namani narasimha girija amba iti narasimha iti patitva prathama vakyam patatu tatra. Ha astu mahodaya. Narasimha girija amba, narayanaha lata, keshavaha suma, narayanaha govindasya गौतमस्याः च पुत्रः. गौतम्याः गौतम्याः गौतम्याः सारी गौतम्याः च पुत्रः. अत्र अर्थः अर्थं वाक्यस्य वाक्यम् अवगच्छति खलु. नारायण अवगच्छामि महोदय. नारायणस्य गोविन्दस्य पुत्रः अपि गौतम्याः पुत्रः अस्ति अस्ति. अतः गोविन्द अपि गौतम्या गौतमी द्वयोः किं विषये महोदय, द्वयोः पुत्रः अस्ति. द्वयोः पुत्रः अस्ति, द्वयोः पुत्रः अस्ति. अतः गोविन्दस्य अस्ति गौतमी, तत्र गौतम्याः नदीनद्याः नदीनद्याः रामः रामस्य इति तत्र भवति खलु. तत्र षष्ठी विभक्ति, गोविन्दः गोविन्दस्य गौतमी गौतम्याः गौतम्याः पुत्रः. समीचीनं भगिनि, अस्तु अग्रिममपि पठतु तत्र. लता नरसिंहस्य गिरिजाम्बायाः च पुत्री. लता नरसिंहस्य पुत्री अपि गिरिजाम्बायाः च पुत्री अस्ति. अस्ति, समीचीनं भगिनि. अस्तु, दुहिता इति तदपि स्त्री पुत्री एव समानार्थकपदं पुत्री वा दुहिता इति. अस्तु, धन्यवादः भगिनि. अस्तु तत्र अग्रे साईकृष्णमहोदय अग्रिमं पठति वा अग्रिमवाक्यं तत्र. साईकृष्णनारायणः नारायणः केशवस्य सुमायाः च पिता। तत्र अर्थवाक्यस्य अवगमनम् अस्ति, अवगच्छति केशवस्य सुमायाः पिता। ओके, गाट् इट्। नारायणः कस्य पिता? नारायणः केशवस्य पिता, सुमायाः अपि पिता, सुमायाः अपि पिता। अतः नारायणः केशवस्य सुमायाः च पिता। समीचीनं वा महोदय? ओके, धन्यवादः। अस्तु, अग्रे भानुचैतन्य महोदय, रघुपति महोदय वदतु। रघुपति महोदय, प्रश्नः अस्ति वा तत्र? अस्तु महोदय, सोरि, किञ्चित् जालमध्ये प्राब्लम् अस्ति। अत्र द्विवचनं प्रयुक्तुं शक्नुमः वयं? शक्नोति वा? कुत्र? न, केशवस्य सुमाया च, अत्र केशवसुमाययोः सम्थिङ्ग् लैक् देट्। तत्र तत्र चिन्तयामः। अस्तु, अन्यत् वदामि, तत् चिन्तयामः। गोविन्द रामः अस्ति, तस्य पुत्रः श्यामः कृष्णः इति, अतः रामः श्यामः कृष्णयोः पिता इति वक्तुं शक्नुमः। हा, किन्तु तत्र एकमेव पदं भवितव्यमस्ति तत्र। हा, तत्र कृष्णश्यामयोः अथवा श्यामकृष्णयोः इति तत्र एकमेव पदम्। अत्र किम् अन्तिमपदस्य लिङ्ग एव? हा, सत्यं सत्यं सत्यं, एकस्त्रीलिङ्ग अस्ति, पुल्लिङ्ग अस्ति, किन्तु अन्तिमपदस्य लिङ्गस्य एव द्विवचनं वा अथवा बहुवचनरूपम् उपयुज्य, षष्ठीविभक्ति उपयुज्य कर्तुं शक्नुमः। समीचीनं महोदय। प्रथमशब्दस्य न, न अन्तिम अन्तिमशब्दस्य, सत्यं सत्यं। किन्तु अत्र सुलभं भवतु इति सर्वस्य पदस्य प्रत्येकस्य शब्द पदस्य षष्ठीविभक्तिरूपं दत्तमस्ति। अस्तु, कुत्र भानुचैतन्य महोदय अस्ति वा? नास्ति इति मन्ये। अस्तु, हा, भानुचैतन्य महोदय, अस्तु, सः आगच्छति। वेणुगोपाल महोदय, महोदय, केशवः गोविन्दस्य गौतमीयाः च पौत्रः। तत्र केशवः गोविन्दस्य अथवा गोविन्दस्य पौत्रः अस्ति, तथा गौतम्याः च पौत्रः अस्ति। पौत्रः इत्युक्ते पुत्रस्य पुत्रः, पुत्रस्य पुत्रः। समीचीनं महोदय। केशवः गोविन्दस्य पौत्रः, गौतम्याः अपि पौत्रः, अतः केशवः गोविन्दस्य गौतम्याः च पौत्रः। समीचीनं महोदय। अस्तु, मेहुल् महोदय अग्रिमम्। सुमा गोविन्दस्य गौतम्याः च पौत्री। सुमा गोविन्दस्य पौत्री अस्ति, सुमा गौतम्याः च पौत्री अस्ति। वाक्यद्वयमस्ति, एकं वाक्यं सुमा गोविन्दस्य गौतम्याः च पौत्री। हा, समीचीनं महोदय, समीचीनं, धन्यवादः। अस्तु, नरेश महोदय अग्रे। आम्, केशवः नरसिंहस्य गिरिजाम्बायाः च दौहित्रः। केशवः नरसिंहस्य दौहित्रः अस्ति, गिरिजाम्बायाः च दौहित्रः च अस्ति. दौहित्रः इत्युक्ते किम् अस्ति महोदय? अत्र दौहित्र पुत्री पुत्रः पुत्र्याः पुत्र्याः पुत्री पुत्र्याः पुत्रः पुत्र्याः पुत्रः. समीचीनं, तत् दौहित्रः. समीचीनं महोदय. अस्तु, वंशीसुधा भगिनी अग्रे. ओ अस्तु अस्तु अस्तु, वंशीसुधा भगिनी वदतु, तदनन्तरं बनचितनी महोदय वदतु. सुमा नरसिंहस्य गिरिजाम्बायाः च दौहित्री पुत्र्याः पुत्री दौहित्री. समीचीनं, सुमा दौहित्री. तत्र नरसिंहस्य दौहित्री अस्ति, गिरिजाम्बायाः अपि दौहित्री अस्ति. दौहित्री, समीचीनं भगिनि. अस्तु, भानुचेतनी महोदय अग्रे. गोविन्दः केशवस्य सुमायाः च पितामहः. पितामहः इत्युक्ते अत्र किम् अस्ति महोदय? पितामहः इत्युक्ते तत्र तत्र पिता इति अस्ति, तस्य षष्टिविभक्ति पितुः इति अस्ति महोदय. पितुः पिता. पितुः पिता. समीचीनं महोदय. तत्र पितामहः. समीचीनं महोदय. अस्तु, कः न साईकृष्णमहोदय उक्तवान् वा? उक्तवान्. अस्तु, हर्षिता भगिनी. नास्ति महोदय. गौतमी केशवस्य सुमायाः च पितामही. गौतमी केशवस्य पितामही अपि च सुमायाः पितामही. पितुः माता पितामही अस्ति. समीचीनं भगिनि. पितुः माता पितामही. समीचीनं भगिनि. अस्तु, धन्यवादः. रघुपति महोदय वदतु. गिरिजाम्बा केशवस्य सुमायाः च मातामही. गिरिजाम्बा केशवस्य मातामही अपि च सुमायाः अपि मातामही. मातामही इत्युक्ते मातुः माता. समीचीनं महोदय, धन्यवादः. रमाबाई भगिनी अग्रे वदतु. नारायणः नरसिंहस्य गिरिजाम्बायाः च जामाता. नारायणः नरसिंहस्य जामाता. नारायणः गिरिजाम्बायाः जामाता. जामाता नारायणस्य पुत्र्याः पतिः पुत्र्याः पतिः अस्ति. अतः नरसिंहस्य पुत्र्याः पतिः नारायणः. नरसिंहस्य पुत्र्याः पतिः नारायणः. गिरिजाम्बायाः पुत्र्याः पतिः नारायणः. समीचीनं भगिनि, धन्यवादः. वंशीसुधा भगिनी उक्तवती वा? उक्तवती इति मन्ये. शोभा भगिनी, शोभा भगिनी उक्तवती. कोऽपि न उक्तवान्, उक्तवती वा? सर्वे उक्तवन्तः, किन्तु तत्र वाक्यानि सन्ति एव. अस्तु, कः मेहुल् महोदय? पुनरेकवारं वदतु. लता गोविन्दस्य गौतम्याः च स्नुषा इत्युक्ते पुत्रस्य पत्नी. लता गोविन्दस्य स्नुषा लता गौतम्याः च स्नुषा इति वाक्यद्वयम् अस्ति. एकं वाक्यं लता गोविन्दस्य गौतम्याः च स्नुषा. समीचीनं महोदय. अस्तु अस्तु, रमाबाई भगिनी पुनरेकवाक्यम्. गोविन्दः लतायाः श्वशुरः. गौतमी लतायाः श्वश्रुः. श्वशुरः इत्युक्ते श्वश्रः इति चेत् लतायाः तत्र तत्र अग्रिम पत्युः इति पत्युः इति पत्युः इति पिता समीचीनं गौतमी लतायाः पत्युः माता समीचीनं श्वश्रू इत्युक्ते श्वश्रूः इत्युक्ते पत्युः माता श्वशुरः इत्युक्ते पत्युः पिता पिता समीचीनं भगिनी धन्यवादः हर्षिता भगिनी अन्तिमं करोति वा तत्र आम् महोदय नरसिंहः नारायणस्य श्वशुरः गिरिजाम्बा नारायणस्य श्वश्रूः नरसिंहः नारायणस्य श्वशुरः गिरिजाम्बा च श्वश्रूः तत्र श्वशुरः इत्युक्ते तत्र पूर्वं वयम् उक्तवन्तः पत्युः माता अथवा पिता इदानीं किं भवति नरसिंहः कः अस्ति नारायणस्य पत्नी अस्ति पत्न्याः पितुः समीचीनं भगिनि अपि गिरिजाम्बा अस्ति माता माता समीचीनं भगिनि अतः श्वश्रूः अथवा श्वशुरः पति वा पत्नी वा तत्र सम्बन्धः कोऽपि भवतु सम्बन्धः समानः पति वा पत्नी वा इति पत्युः माता श्वश्रूः पत्न्याः माता अपि श्वश्रूः पत्युः पिता श्वशुरः पत्न्याः पिता अपि श्वशुरः अस्तु तत्र कोऽपि प्रश्नः अस्ति वा अग्रिमपुटे तत्र किञ्चित् कोष्टकमपि दत्तमस्ति तदपि इदानीं पश्यामः किन्तु एतावत् कोऽपि प्रश्नः अस्ति वा माता मातामहः मातामही पितामहः पितामही दौहित्रः दौहित्री जामाता स्नुषा श्वशुरः श्वश्रु इति तदेव तत्र सम्बन्धाः अस्तु अग्रिमभागं हा साईकृष्णमहोदय तत्र अग्रिमभागं पठति वा 26.2 एतानि वाक्यानि पठतु उमानाथः वित्तकोषे अधिकारी तस्य पिता वीरभद्रः माता इन्दिरा उमानाथः शालिनीं परिणीतवान् शालिन्याः पिता जगदीशः माता पुष्पा उमानाथस्य पुत्री सुधा पुत्रः प्रभाकरः इति अस्ति धन्यवादः महोदय तत्र परिणीतवान् इति कोऽपि वदति वा परिणीतवान् इति किमस्ति परिणीतवान् उमानात् विवाहं कृतवान् समीचीनं भगिनि विवाहं कृतवान् समीचीनं परिणीतवान् समीचीनम् अस्तु तत्र यद्यदस्ति उमानाथः वित्तकोषे अधिकारी प्रथमवाक्यं तस्य पिता वीरभद्रः माता इन्दिरा इदानीम् उमानाथः शालिनीं परिणीतवान् शालिन्याः पिता जगदीशः माता पुष्पा उमानाथस्य पुत्री सुधा पुत्रः प्रभाकरः इदानीम् एतत् यत् वयं पठितवन्तः मनसि किं चित्रं भवितव्यं यत् पूर्व पृष्ठे आसीत् पूर्वपुटे आसीत् तादृशचित्रमपि इदानीं मनसि भवितव्यम्। अस्तु, तत्र उमानातः उमानातः अपि शालिनी इति कुत्र भवति? यत्र नारायणः लता अस्ति तस्मिन् स्थाने उमानातः अपि कः अस्ति? शालिनी। शालिनी अस्ति, हा समीचीनं। यत्र नारायणः लता द्वयं अस्ति तत्र उमानातः शालिनी भवति। अस्तु, हा इदानीं पश्यामः प्रथमम्। अस्तु, रमा भगिनी अग्रिमभागे प्रथमवाक्यम्। उमानाथः वीरभद्रस्य पुत्रः। पुत्रः, समीचीनम्। अस्तु, नरेश महोदय अग्रिमम्। उमानाथ प्रभाकरस्य पिता। हा, उमानाथः प्रभाकरस्य पिता, समीचीनम्। अस्तु, वंशीसुधा भगिनी अग्रिमम्। प्रभाकरः वीरभद्रः उमानाथः अपि शालिनी मध्ये मध्ये पौत्रः पौत्रः प्रभाकरः वीरभद्रस्य पौत्रः, समीचीनं वा? आम्, पौत्रः। अस्तु, वीरभद्रस्य पौत्रः, समीचीनम्। अस्तु, धन्यवादः। वेणुगोपाल महोदय अग्रिमम्। वीरभद्रः सुधायाः प्रभाकरस्य पितामहः। पितामहः, समीचीनं महोदय। अस्तु, हा धन्यवादः। मेहुल् महोदय अग्रिमम्। प्रभाकरः प्रत्युषस्य पुष्पायाः रोहित्रः। कस्य कस्य? प्रभाकरः प्रत्युषस्य पुष्पायाः च रोहित्रः। हा समीचीनं, समीचीनं महोदय, समीचीनं, समीचीनं, हा समीचीनम्। अस्तु, अग्रे भानुचितनी महोदय। आं महोदय, पुष्पा पुष्पा प्रभाकरस्य सुधायाः च माता महः। समीचीनं महोदय, समीचीनम्। अस्तु, हा इदानीं महोदय अत्र मातामही नास्ति, क्षम्यताम्। आम् आम् आम्, क्षम्यतां, क्षम्यताम्। हा धन्यवादः। अस्तु, धन्यवादः, धन्यवादः। हा भानुचेतन महोदय, अस्तु, मातामहः अस्ति, हा मातामहः। आं महोदय, जगदीशः, जगदीशः प्रभाकरस्य सुधायाः च मातामहः। हा अस्तु, धन्यवादः, धन्यवादः नरेश महोदय। मातामहः, मातामही, हा अस्तु। इदानीं शोभा भगिनी, तत्र एतत् स्नुषा, स्नुषा इति कस् का स्नुषा अत्र? स्नुषा शालिनी वीरभद्र वीरभद्रस्य इन्दिरायाः च स्नुषा। स्नुषा, समीचीनं भगिनी, हा धन्यवादः। अस्तु, हर्षिता भगिनी, श्वशुरः इति जगदीशः उमानाथस्य श्वशुरः। तत् केवलं सः वा अथवा अन्यपि श्वशुरः भवति वा? तत्र वीरभद्रः शालिन्याः श्वशुरः। हा समीचीनं भगिनि, हा धन्यवादः, हा धन्यवादः, हा तदेव श्वशुरः पति पत्युः वा पत्न्याः वा तत्र सम्बन्धः अस्ति चेत् अपि भवति। अस्तु, धन्यवादः। रघुपति महोदय, तत्र श्वश्रूः इति श्वश्रूः श्वश्रूः जगदीशः जगदीशः श्वश्रूः श्वशुरः न श्वश्रूः ओके श्वश्रू पुष्पा उमानाथस्य श्वश्रू इन्दिरा सारी समीचीनं महोदय इन्दिरा शालिन्याः श्वश्रूः श्वश्रूः समीचीनं महोदय समीचीनम् अस्तु अस्तु अन्य किं तत्र कस्य झा माता अपि स्नुषा इति वयं पृष्टवन्तः अस्तु तत्र मातामहः मातामहः पितामहः आसीत् मातामही पितामही तद् तदपि कर्तुं शक्नुमः अस्तु अस्तु मेहुल् महोदय सुमा कस्य पौत्री सुधा क्षम्यतां सुधा इति कस्य पौत्री अस्तु सुधा वीरभद्रस्य अपि च इन्दिराय पौत्री समीचीनं समीचीनं महोदय इदानीम् अन्य कोऽपि कं न पृष्टवन्तः वेणुगोपाल् महोदय सुधा कस्य दौहित्री सुधा जगदीशस्य पुष्पायाः दौहित्री जगदीशस्य पुष्पायाः पुष्पायाः जगदीशस्य दौहित्री समीचीनं महोदय अस्तु इदानीं तत्र समयः जातः किन्तु वयं तत्र त्वान्तरूपं दृष्टवन्तः अद्य अपि च अत्र सम्बन्ध कुटुम्बसम्बन्धस्य वाचकशब्दानि दृष्टवन्तः अद्य समीचीनमेव तत्र प्रश्नः अस्ति वा आं महोदय जगदीशः वीरभद्रः सम्बन्धः नाम किं महोदय जगदीशः वीरभद्रः जगदीशः पुष्पा इन्दिरायाः सम्बन्धः नाम किं जगदीशः शालिन्याः पितः वीरभद्रः उमानाथस्य पितः जगदीशः वीरभद्रसम्बन्ध एव अस्ति किन्तु नाम किं महोदय जगदीशवीरभद्रः ओ जगदीश अपि वीरभद्रः वा द्वे अपि तत्र सम्बन्धः किम् इति सम्बन्धः किम् इति वा तत्र न दत्तमस्ति इति तत्र द्रष्टव्यमस्ति भगिनि उत्तमः प्रश्नः एव अस्तु सर्वे अपि सम्बन्धः नाम अस्ति परन्तु द्वे अपि सम्बन्धे द्वौ अपि तत्र तत्र सत्यं सत्यं सत्यं तत्र किं भवति इति अहं चिन्तयामि तत्र न न किन्तु सत्यं सत्यं किन्तु साधारणतया किं भवति तत्र यत्र चित्रमस्ति चित्रमस्ति कोऽपि जानाति वा आमामां तदेव अहं अहम् एतदेव चिन्तितवान् यत्र एतादृशविवाहसम्बन्धः भवति तत्र यत् चित्रं पश्यामः तत् यत् अस्ति गोविन्दः गौतमी नरसिंहः गिरिजाम्ब इति तत्र नरसिंहः भवति गौतम्याः भ्रातुः न सम्बन्धेन गोविन्दः अपि गिरिजाम्बा भ्राता सहोदर सहोदरी इति सम्बन्धः सहोदर सहोदरी सम्बन्धः भवति परन्तु नाम अस्ति वा तद् न जानामि भगिनि किन्तु सम्बन्धः कीदृशः इत्युक्ते तदेव अहं जानामि न जानामि किं महोदय नरेश महोदय किम् अस्ति तत् प्रायशः लघु रूपमस्ति सम्बन्धि इति शब्दस्य इति मन्ये महोदय सम्बन्धः अस्ति तयोः मध्ये सम्बन्धः अस्ति अथवा सम्बन्धि इति सन्धि इति प्रायः अभवत् अहं न जानामि केवलम् ऊहा अस्ति तत्र किन्तु यदि अन्वेषणं करणीयं भगिनी वंशीसुधा भगिनी भवती कृत्वा अन्वेषणं कृत्वा वदतु अग्रे किञ्चित् अहं दूरकाले अहं चिन्तयामि किं वदामि अहं चिन्तयामि अस्तु भगिनि अस्तु अस्तु न समीचीनः प्रश्नः एव अस्तु अस्तु समयः जातः अस्तु विरमाम अस्तु सर्वेभ्यो नमस्कारः अग्रिमवर्गे मिलामः नमस्कारः नमस्कारः धन्यवादः नमस्कारः धन्यवादः हरि ओम्